नमस्सर्वेभ्यः अस्माकं पाणिनीयव्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्य अस्माकं नूतनविषयः अस्ति, एतावत्पर्यन्तम् अस्माभिः सम्यक्तया परिचयः प्राप्तः। अधुना अत्र सार्वधातुकप्रकरणं, वस्तुतः प्रकरणम् इति नास्ति, सार्वधातुकलकाराः तस्मिन् विषये वयम् अद्य पठामः। सार्वधातुकलकाराः इत्युक्ते तत्र सार्वधातुकलकारः इत्युक्ते किम् इति कोऽपि वदति वा? सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्ग्। समीचीनं, लट् लोट् लङ् विधिलिङ्ग्, एतेषां सर्वेषां सार्वधातुकलकारः इति नाम अस्ति। किमर्थम्? शिङ् तिंशित् सर्वधातुकम् इति सूत्रे तिंशित् इति सर्वधातुकत्वं संज्ञादे भवति, एवं तत्र तिङ् लस्य इति सूत्रस्य आदेशरूपेण तिङ् अस्ति, तत्र तिङ् साक्षात् तातुं दृश्यति, तदनन्तरं विकरणप्रत्ययम् आयाति इति कृत्वा यत्र तिङ् धातुं पश्यति तेषां वर्गाणां सर्वधातुकम् इति कथ्यते। यत्र तयोः मध्ये विकरणप्रत्ययम् आयाति, तत् अन्यविकरणप्रत्ययः प्रथममेव आयाति, तत्कारणेन दातुं न द्रष्टुं शक्यते, तेषाम् अर्धधातुकलकार इति उच्यते। बहु समीचीनं, बहु सम्यक्, उत्तमं। तर्हि यत्र धातुः तिङ् प्रत्ययं द्रष्टुं शक्यते इत्युक्ते तत्र कः, को अर्थः इति चेत् तत्र अस्माकं सरल अवगमनार्थम् एवम् उच्यते, धातुः तिङ् प्रत्ययं पश्यति इति। किमर्थं तादृशं वदामः इति चेत्, यत्र धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति, या सः तिङ् प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थे अपि अस्ति, तदानीं किं भवति इति चेत् तत्र मध्ये गणनिमित्तिकविकरणप्रत्ययस्य अवकाशः भवति। इत्युक्ते तत्र धातुः अस्ति, धातुः अनन्तरं लकारः अस्ति, सर्वदा लकारः एव प्रथमं विद्यते धातुतः कस्मिंश्चित् अर्थे, तत्र वर्तमानकालार्थे अथवा भूतकालार्थे इति तत् विशिष्ट अर्थेषु लकारः विधीयते। तर्हि लकारस्य स्थाने इदानीं तिङ् प्रत्ययः भवति वा, नो चेत् मध्ये किमपि विकरणप्रत्ययः मध्ये भवति वा इति तादृशक्रमस्य चिन्तनमस्ति। यत्र लकारस्य स्थाने तिङ् प्रत्ययः प्रथमं विधीयते, धातुः अस्ति तत्र तस्य अनन्तरं लकारः अस्ति, लकारस्य स्थाने साक्षात् तिङ् प्रत्ययः विधीयते, तस्य स्थाने तिङ् प्रत्ययः आदिष्टः भवति, तदानीं तत्र किं भवति इति चेत् धातुः अस्ति, तिङ् प्रत्ययः अस्ति, तयोः मध्ये तत्र व्यवधानं किमपि नास्ति, बाधा नास्ति, धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति, अतः वयं वदामः धातुना तिङ् प्रत्ययः दृश्यते इति वयं वदामः। तर्हि एतादृशसन्दर्भे किं भवति इति चेत् गणनिमित्तिकविकरणप्रत्ययः आयाति। तर्हि तत्र कर्तरि शप् अथवा दिवादिभ्यः श्यन् अथवा तत्र अन्यविकरणप्रत्ययः गणम् आश्रित्य विकरणप्रत्ययः आयाति। एतादृशसन्दर्भः केषु लकारेषु अस्ति इति पृच्छामः चेत्, एतादृशसन्दर्भः लट् लकारः, लोट् लकारः, लङ् लकारः, इदिलिङ् लकारः, एतेषु लकारेषु एव एतादृशसन्दर्भः अस्ति। अतः एते लकाराः सार्वधातुकलकाराः इति वयं वदामः। एतादृशनामकरणं वस्तुतः पाणिनिना न कृतं, परन्तु माताजी तत् तादृशनामकरणं कृतवती। किमर्थम् इति चेत् अस्माकं सौलभ्यार्थं, प्रक्रियायां सौलभ्यं भवतु। यत्र सार्वधातुकलकारेषु समानविधकार्याणि भवन्ति तेषाम् अध्ययनं सुलभरीत्या वयं कर्तुं शक्नुमः। तत्र उपद्विसहस्रधातवः सन्ति, तेषां सर्वेषामपि अध्ययनं सुलभरीत्या भवतु। ते तत्र चतुर्णां लकाराणां झटिति वयं प्रक्रिया कथमस्ति इति अवगन्तुं शक्नुमः। अवशिष्टलकाराः अर्धधातुकलकाराः किमर्थम् इति चेत् तत्र धातुः अस्ति, इदानीं लकारः अर्धधातुक तत्र अवशिष्टलकारेषु कश्चन लकारः अस्ति, यदा लृट् लकारः अस्ति इति चिन्तयामः चेत्, तर्हि इदानीं लृटः स्थाने तिङ् प्रत्ययः भवति वा, नो चेत् मध्ये तत्र लकारनिमित्तिकविकरणप्रत्ययः भवति वा इति प्रश्ने सति। लकारनिमित्तिकविकरणप्रत्ययः प्रथमम् आयाति, यतोहि ते प्रत्ययाः लकारमाश्रित्य भवन्ति इति कृत्वा तत्र स्य इति विकरणप्रत्ययः लृट् लकारम् आश्रित्य स्य इति विकरणप्रत्ययः आगच्छति, तर्हि धातुः योगः स्य योगः लृट् इति अस्ति, इदानीं स्य इति विकरणप्रत्ययः मध्ये अस्ति इति कृत्वा व्यवधानम् अस्ति, धातुः इदानीं तिङ् प्रत्ययं द्रष्टुं न शक्नोति, तर्हि तेन किम् इति चेत् धातुः इदानीं तिङ् प्रत्ययं द्रष्टुं न शक्नोति चेत् तदानीं तत्र कर्तरि शप् इति आगन्तुं न शक्नोति, धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति चेत् एव कर्तरि शप् आगन्तुं शक्नोति, कर्त्रार्थे अपि अस्ति चेत्। तर्हि अवशिष्टलकारः अर्धधातुकलकारः इति अग्रे वयं पश्यामः। अधुना अस्माकम् अवधानं सार्वधातुकलकाराः के ते इति चेत् लट् लोट् लङ् दिल्लिङ् एते एव लकाराः। तर्हि वयं कथं तत्र सार्वधातुकलकाराणाम् अध्ययनं कुर्मः इति चेत्, प्रथमं तत्र किञ्चित् तत्र पारिभाषिकरूपेण अङ्गं नाम किम्, अङ्गे तत्र कीदृशकार्यं भवति इति तत्र सर्वं वयं जानीमः, किमपि तत्र नूतनं नास्ति, केवलं पुनस्मारणत्वेन किञ्चित् पुनः झटिति दृष्ट्वा तिङ् प्रत्ययसिद्धिः इति वयम् अग्रे गच्छामः। तिङ् प्रत्ययसिद्धिः इति इत्युक्ते किम् इति चेत्, वयं जानीमः अष्टादश तिङ् प्रत्ययः सन्ति इति वयं जानीमः, नव परस्मैपदीप्रत्ययः, नव आत्मनेपदीप्रत्ययः इति सर्वं जानीमः। तर्हि तिङ्प्रत्ययः मूलप्रत्ययः तु समानाः एव सर्वत्र, सर्वेषु लकारेषु लकारस्य स्थाने ये तिङ्प्रत्ययाः आयान्ति ते प्रत्ययाः तु समानाः, परन्तु लकारम् आश्रित्य तिङ्प्रत्ययस्य स्थाने भिन्नभिन्न आदेशाः भवन्ति। तर्हि तदेव वयं वदामः सिद्धप्रत्ययः। तर्हि तादृशसिद्धप्रत्ययः प्रत्येकं लकारे कथं भवति इति वयं सिद्धप्रत्ययानां तिङ्प्रत्ययानां सिद्धिः इति करपत्रे वयं पश्यामः, विस्तृतरूपेण पश्यामः, अभ्यासमपि कुर्मः। तर्हि इदानीम् अस्माकं प्रथमं करपत्रमस्ति अङ्गम् इति विषयः। तर्हि अङ्गम् इति अत्र गोमती भगिनी आरम्भं करोति वा? पठामि भगिनि। सर्वप्रथमम् अङ्गं नाम किम् इति अस्माभिः ज्ञेयम्। यस्मात् प्रत्ययविधिस्तदादि प्रत्यय अङ्गम्, यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति, यस्य आदौ प्रकृतिरस्ति यस्य अनन्तरं स च प्रत्ययः उपस्थितः तस्य नाम अङ्गम्। प्रकृतिः इत्युक्तौ धातुः प्रातिपदिकं च, यस्य आदौ उक्तं यतोहि मध्ये आगमः आदेशः च सन्ति चेदपि आहत्य प्रत्ययात् प्राक् यावत् अस्ति तत्सर्वम् अङ्गमिति उच्यते। विधानं विधिः, प्रत्ययस्य विधिः प्रत्ययविधिः षष्टि तत्पुरुषः, तत् प्रकृतिरूपम् आदि तत् प्रकृतिरूपम् आदिर्यस्य तत् तदादि बहुविधिः, यस्मात् पञ्चम्यन्तं प्रत्ययविधिः, यस्मात् पञ्चम्यन्तं प्रत्ययविधिः प्रथमान्तं तदादि प्रथमान्तं, प्रत्यये सप्तम्यम् अन्तम् अङ्गं प्रथमान्तम् अनेकपदमिदं सूत्रम्। कोऽपि अधिकारो अनुवृत्तिः नास्ति, सूत्रं स्वयं सम्पूर्णं, यस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गम् सूत्रमस्ति। यस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गम् एतत् संज्ञासूत्रमस्ति। अङ्गम् इति किम् इति सूत्रं वदति, प्रकृतिप्रत्ययस्य योजनेन एव कार्यं कार्याणि भवन्ति। अत्र प्रकृति प्रातिपदिकं भवति अथवा धातुः भवितुम् अर्हति, अनन्तरं धातोः अनन्तरं प्रत्ययः भवति, प्रत्ययस्य पूर्वं किमपि कोऽपि अस्ति तदेव अङ्गं, तस्य एव अङ्गम् इति संज्ञा भवति। धातुः अनन्तरं प्रत्ययस्य मध्ये आगमरूपेण आदेशरूपेण कोऽपि वर्णः भवति चेदपि तत्सर्वं मिलित्वा वाटेवर् प्रत्ययस्य पूर्वमस्ति तत्सर्वम् अङ्गम् इति उच्यते। अङ्गम् आश्रित्य कार्यं भवति। अत्र यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति सूत्रे यस्मात् इति पञ्चमी विभक्तौ अस्ति, यस्मात् परं कार्यं भवति, प्रत्ययविधिः तद् आदिप्रत्यये अङ्गं प्रत्यये सप्तमीरूपेण अस्ति तत् पूर्वं यदस्ति तत्र कार्यं भवति इति सूत्रं वदति. सम्यक् वा भगिनि? बहु समीचीनं समीचीनं. तर्हि पुनः एकवारं पश्यामः. सम्यक् भगिनि, सम्यक्तया उक्तवती. तर्हि अत्र यस्मात् प्रत्ययविधिः तदादिप्रत्ययङ्गम् इति उक्तं. तर्हि प्रथमतया तत्र अङ्गम् इति पारिभाषिकशब्दः अस्ति, तत्र संज्ञासूत्रमस्ति. अङ्गम् अङ्गम् इति संज्ञा क्रियते अनेन सूत्रेण. तर्हि यस्मात् प्रत्ययः विधिः इति अस्ति. तर्हि यस्मात् प्रत्ययः विधीयते, कस्मात् प्रत्ययः विधीयते इति चेत् मूलरूपतः एव प्रत्ययः विधीयते खलु. तर्हि मूलरूपं किम् इति चेत् सम्पूर्णसंस्कृतभाषायां मूलरूपं तु धातुः भवति, नो चेत् प्रातिपदिकं भवति. तर्हि धातुतः वा नो चेत् प्रातिपदिकात् यः यत् विधीयते तस्य नाम प्रत्ययः इति वयं जानीमः. तत्र प्रत्ययः इत्यस्य अधिकारः अस्ति तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये. अष्टाध्यायां तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये प्रत्ययः इत्यस्य अधिकारः अस्ति. धातुः इत्यस्य अधिकारः अस्ति तृतीयाध्याये. चतुर्थाध्याये, पञ्चमाध्याये प्रातिपदिकम् इत्यस्य अधिकारः अस्ति. तर्हि वयं जानीमः धातुतः अथवा प्रातिपदिकात् प्रत्ययः विधीयते. तर्हि यस्मात् प्रत्ययः विधीयते इत्युक्ते धातुतः अथवा प्रातिपदिकात् प्रत्ययः विधीयते. तर्हि अत्र विधिः इति किमर्थम् उक्तम् इत्यपि चिन्तनीयम्. अपि च तदादिः, तदादिः इति किमर्थम् उक्तम् इत्यपि चिन्तनीयम्. यस्मात् प्रत्ययः विधिस्तदादिप्रत्यये अङ्गम् इति उक्तम्. तर्हि अत्र तदादि इति किमर्थम् उक्तम् इति प्रथमतया चिन्तयामः. इदानीं भू इति धातुः अस्ति. भूधातुतः इदानीं तत्र लकारः विधीयते. वर्तमाने लट् इत्यनेन लट् लकारः विधीयते इति चिन्तयन्तु. तर्हि भूधातुतः लट् लकारः विधीयते. लकारः तत्र लकारस्य विधानम् अस्ति. तर्हि लकारः अपि प्रत्ययः अस्ति. तर्हि यस्मात् कस्मात् विधीयते इति चेत् भू इति धातुतः लट् लकारः विहितः अस्ति. तर्हि इदानीं भू इति अङ्गम् अस्ति, लकारस्य कृते अङ्गमस्ति भू इति. तत्पश्चात् यदा भू योगः लट्, इदानीं लटः स्थाने लस्य इति सूत्रेण तिङ् प्रत्ययः आयाति. तर्हि भूयोगः तिङ् इति यदा वदामः तर्हि तिङ् प्रत्ययस्य कृते अधुना अपि भू इति एव अङ्गम् अस्ति. इदानीं तत्पश्चात् यदा तत्र तिङ् प्रत्ययः भूधातुतः विहितः इति स्मर्तव्यं, तर्हि कस्मात् विहितः? भू इति धातुतः विहितः अस्ति. इदानीं तिङ् प्रत्ययम् आश्रित्य अत्र कर्तरि शप् इत्यनेन शप् प्रत्ययः विधीयते. तर्हि तत्र भू अपि च तिङ् अनयोः मध्ये शप् प्रत्ययः आयाति. तर्हि भूयोगः शप् योगः ति. तर्हि इदानीं शप् इति प्रत्ययः विहितः अस्ति. कस्मात् विहितः? धातुतः विहितः. तर्हि यस्मात् प्रत्ययः विहितः? शप् इति प्रत्ययः भू इति धातुतः विहितः. अतः शप् इति प्रत्ययस्य कृते भू इति अङ्गम् अस्ति. तर्हि इदानीं शप् इति प्रत्ययम् आश्रित्य भू इति अङ्गे अङ्गकार्याणि भवन्ति. तर्हि अङ्गकार्याणि भूत्वा भू इति धातुः इदानीं परिवर्तितः अस्ति. भू इति इदानीं तत्र गुणः भवति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा भो इति भवति. अनन्तरं यचोयवायावः इति सन्धिकार्यं कृत्वा भव्योगः शप् भव्योगः अयोगः ति. इदानीं तत्र शप् इत्यस्य कृते तु भव् इति अङ्गम् इति स्पष्टमस्ति. यतोहि तस्मात् एव विहितः अस्ति शप् इति प्रत्ययः. भू इति धातोः विहितः अस्ति. तर्हि शप् इत्यस्य कृते अपि प्रश्नः भवितुम् अर्हति. शप् इति प्रत्ययः तु भू इति धातुतः एव विहितः अस्ति. भू इति अङ्गम् इति उक्तम् आसीत्. इदानीं भू इति, इदानीं भू इति नास्ति तत्र. भू इत्यत्र केवलं बकारः एव अस्ति. बकारः अनन्तरम् अकारः वकारः. तर्हि इदानीं भू इति नास्ति. तर्हि भव् इत्यस्य अङ्गसंज्ञा अस्ति वा इति चेत् अङ्गसंज्ञा अस्ति. किमर्थम् इति चेत् यस्मात् विहितः तदादिः इति उक्तं. तदादिः इत्युक्ते तत्र भू इत्यस्मात् गृहीतम्, इदानीं तस्य परिवर्तनं भूत्वा तद् आदिः अभवत्, भव् इति अभवत्, इदानीमपि भव् इत्यस्य अङ्गसंज्ञा अस्ति, शप् इत्यस्य कृते भव् इत्यस्य अङ्गसंज्ञा अस्ति. इदानीं तिङ् प्रत्ययस्य कृते अपि एवमेव, तत्र तदादिः इति उक्तत्वात् भव्योगः अ भव्योगः अ द्वयमपि मिलित्वा तस्य अङ्गसंज्ञा भवति. तिङ् प्रत्ययस्य कृते भव इति अङ्गमस्ति. तत्सर्वं कथं सिद्ध्यति इति चेत् तदादिः इति उक्तत्वात् तत्र न केवलं यस्मात् विहितः, परन्तु तदादिः तस्य परिवर्तनं सर्वं यत् कृत्वा तदादिः भवति, तस्यापि ग्रहणं कृत्वा तत्सर्वम् अङ्गं भवति तिङ् प्रत्ययस्य कृते. अपि च विधिः इति किमर्थम् उक्तम् इति चेत् अत्र यस्मात् विधीयते तस्य एव अङ्गसंज्ञा भवति. इत्युक्ते इदानीं कश्चन प्रत्ययः धातुतः विहितः अस्ति इति चिन्तयन्तु. इदानीं तत्र धातोः परिवर्तनं सर्वं भूत्वा इदानीं धातुः एव लुप्यते इति चिन्तयन्तु. तत्र कथञ्चित् प्रक्रियायां धातुः तत्र अङ्गं धातुतः एकः प्रत्ययः अस्ति, तादृशप्रत्ययम् आश्रित्य तत्र अङ्गे किमपि कार्यं भूत्वा सम्पूर्ण अङ्गमेव लुप्यति. तत्र अङ्गस्य लोपः जातः इति चिन्तयन्तु. इदानीं प्रत्ययः एव अस्ति, केवलं प्रत्ययः अस्ति, इदानीं तादृशप्रत्ययम् आश्रित्य तर्हि प्रत्ययात् पूर्वं किमपि आदेशः भवति इति चिन्तयन्तु. तर्हि आदेशरूपेण इदानीं तत्र अङ्गस्य स्थाने किमपि अन्यत् आगच्छति, अन्यत् आगच्छति. तर्हि तादृशसन्दर्भे तत्र यत्र तत्र सम्पूर्ण अङ्गस्य लोपः अभवत् तस्य स्थाने अन्यत् किमपि आगतं, तस्य इदानीम् अङ्गसंज्ञा अस्ति वा इति चेत् न, तस्य अङ्गसंज्ञा नास्ति. यस्मात् विधीयते यद् मूलरूपम् अस्ति, यस्मात् विहितः अस्ति, तस्य एव अङ्गसंज्ञा. यदि अङ्गस्य एव सम्पूर्णस्य लोपः अभवत् कथञ्चित् प्रक्रियायाम्, इदानीं नूतनतया अन्यत् किमपि अस्ति, तत्र तस्य अङ्गसंज्ञा न भवितुम् अर्हति. तर्हि यत्र विधानम् अस्ति तत्रैव अङ्गसंज्ञा भवति इति अत्र उक्तमस्ति. तादृशसन्दर्भः सर्वत्र न पश्यामः, कुत्रचित् विरलतया पश्यामः, परन्तु सूत्रे तादृशमपि उक्तमस्ति. विधिः इति उक्तत्वात् यस्मात् विधीयते तस्यैव अङ्गसंज्ञा इति स्मर्तव्यम्. स्पष्टं खलु? अग्रे गच्छामः इदानीम्. एकः प्रश्नः भवति, यदि वयं वद् भूमध्ये पश्यामः तर्हि वद् स्वयमेव अङ्गमस्ति, धातु अङ्गमस्ति वद्, अप्रत्ययः अस्ति शप् कारणेन, तर्हि वद् अपि अङ्गं भवति, परन्तु भू स्वयमेव अङ्गं न भवति. यथा भू स्वयमेव भू धातु स्वयमेव अङ्गं न भवति, भू परिवर्तनं कृत्वा न भू इति भूयोगः भूयोगः भूयोगः शप् इत्यत्र भू इति अङ्गं नास्ति इति वक्तुं न शक्यते. यदि अङ्गं नास्ति चेत् तर्हि सार्वधातुकार्धधातुकयोः इत्यस्य कार्यं कथम्? भू इति अङ्गम् अस्ति, भू अङ्गमस्ति, अङ्गमस्ति इति कृत्वा एव सार्वधातुकार्धधातुकयोः इति अङ्गकार्यं जायते तत्र. यदि भू इति अङ्गम् अङ्गं नास्ति इति वदति चेत् तर्हि कथं तत्र कार्यं भवति इति प्रश्नः उदेति. अतः भू इति धातुतः एव शप् विहितः अस्ति, अतः भू इति अङ्गम् अस्ति, अङ्गम् अस्ति इति कृत्वा अङ्गकार्यं सर्वं कृत्वा तस्य परिवर्तनं भूत्वा भव् इति भवति. तर्हि भव् इत्यस्यापि अङ्गसंज्ञा अस्ति, भू इत्यस्यापि अङ्गसंज्ञा अस्ति. अवगच्छामि. भू अपि अङ्गम् अस्ति, भव् अपि अङ्गम् अस्ति, भव उपरान्त यदा तत्र हा यदा तत्र भव् इति भव् योगः शप् योजयामः, इदानीं तत्र भव इति अङ्गमस्ति तिङ् प्रत्ययस्य कृते, भव इति अङ्गमस्ति तिङ् प्रत्ययस्य कृते, तदानीं तत्र प्रत्ययस्य पृथक्तया तत्र चिन्तनं न भवति. तत्र शप् योजयित्वा भव इति अङ्गमस्ति इदानीं तिङ् प्रत्ययस्य कृते. तदनन्तरं केवलं वर्णमेलनं अस्ति, कोऽपि निमित्त मेलनानन्तरमपि कुत्रचित् अङ्गकार्यं भवितुमर्हति, तिङ् प्रत्ययम् आश्रित्य अङ्गकार्यं भवितुमर्हति. अङ्गकार्यमस्ति यूयोगः ति इति दिवादि तत्र अदादिगणीयधातुः अस्ति युयोगः ति. तत्र युयोगः ति इत्यत्र तिङ्प्रत्ययम् आश्रित्य तत्र यु इति धातौ यु इति अङ्गे कार्यं भवति. तत्र विकरणप्रत्ययस्य लोपः भवति खलु अदादिगणे, विकरणप्रत्ययः लुप्यते. तर्हि भूयोगः तिङ् मध्ये विकरणप्रत्ययः नास्ति. तर्हि यु इति अङ्गे इदानीं धातुः अपि अस्ति, अङ्गमपि अस्ति. भू इति धातुरूपी अङ्गे गुण तत्र गुणकार्यं भवितुम् अर्हति अथवा तत्र वृद्धिकार्यं भवति. वस्तुतः यौति इति रूपमस्ति खलु, तर्हि तत्र तिङ् प्रत्ययमाश्रित्य अपि तत्र अङ्गसंज्ञायाः महत्त्वं किम् इति चेत्, तर्हि अङ्गमस्ति चेदेव अङ्गकार्याणि भवितुमर्हति खलु, भवितुमर्हन्ति. तर्हि अत्र तिङ् प्रत्ययमाश्रित्य अङ्गकार्याणि भवन्ति अङ्गे. अग्रे मम संशयः अस्ति, पठ धातु इडागमः भवति, सः प्रत्ययः तत्र इकारस्य स्थानम् अङ्गम् इति भवति वा, पठ् इति अङ्गं भवति वा, पट् इति अङ्गं भवति वा इति प्रश्नः, समीचीनः प्रश्नः. इदानीं पच् धातुतः तत्र तप्रत्ययः विहितः अस्ति. तर्हि इदानीं तत्र इडागमः कस्य इडागमः, प्रत्ययस्य इडागमः, प्रत्ययस्य इडागमः अस्ति. यः आगमः, यस्य आगमः, तस्य अवयवः भवति. तर्हि इदानीम् इडागमः प्रत्ययस्य इडागमः, तप्रत्ययस्य इडागमः, अतः तस्य अवयवः भवति, तस्य भागः भवति. अवगतं भगिनि. भवति इति कृत्वा इदानीं प्रत्ययः अस्ति इत्, प्रत्ययः अस्ति इ, अङ्गमस्ति पठ, अङ्गं पठ एव, सत्यम् अङ्गपट एव, तत्र इ इति योजयितुं न शक्नुमः. अस्तु, इदानीम् अग्रे गच्छेम. अस्तु, तर्हि तत्र अग्रे अरविन्द महोदय पठतु. सर्वधातुकलकारेषु लट् लोट् लङ् वितिलिङ् इत्येषु तिङ्संज्ञकान् तिबादिप्रत्ययान् अधिकृत्य अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपं, यस्य तिङ्संज्ञा भवति सा तिङ्संज्ञकः. अत्र तिबादिप्रत्ययान् अधिकृत्य उदाहरणार्थं भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते अङ्गम्. तर्हि अत्र अङ्गं नाम धातुविकरणयोः संयुक्तरूपं. यदा वद् योगः आ वद भू योग आ भव इत्यादि अङ्गानि, इदानीम् इदं सर्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः. बहुत्र किमपि विशेषं कार्यं नास्ति, केवलं संयोजनं. यदा वद् योगः शप् वद् योगः आ वद्, किन्तु केषुचित् प्रसङ्गेषु कार्यं वर्तते. यदा भूयोगः शप् भव, भूयोगः आ भू आ इति न, इति तु न भवति किल, कश्चित् कार्यमस्ति येन भव इत्यङ्गं निष्पन्नं स्यात्. अत्र सर्वधातु लकारेषु लट् इत्युक्ते लट् लोट् लङ् विधिलिङ् इत्येतेषु तिङ्संज्ञकान् तिवादिप्रत्ययान् अधिकृत्य अङ्गं नाम धातुविकरणयोः संयुक्तरूपम् इति दत्तमस्ति. इति कृत्वा तिङ् कृते धातु एव विकरणप्रत्यय मिलित्वा यद् रूपं तिष्ठति तदेव अङ्गं भवति तिङ् कृते, लट् लोट् लङ् विधिलिङ् इत्येतेषु. अथ उदाहरणदत्तमस्ति वद् योगः आ शप् इति शकारलो इति लोपानन्तरं वद् योगः आ वर्णमेलनेन वद इति तिबादि तिङ् कृते अङ्गं भवति. भूयोगः आ तत्रापि शप् लोपानन्तरम् आ भवति. भूयोगः आ इति अवस्थायां भू आ इति न भवति, तत्र अकारस्य कारणेन पूर्वस्थित उकारस्य परिवर्तनं भवति कृत्वा भवरूपे चोयव रूपेण भव इति निष्पन्नं भवति. तत् भवरूपं तिङ् कृते अङ्गं भवति इति. अत्र इत् संज्ञा नाम इति विषये किञ्चित् पुनस्मरणं भवति. इत् षित् धन्यवादः. अस्तु, अत्र स्पष्टमस्ति खलु, प्रश्नः नास्ति खलु, वक्तुम् उक्तमेव पूर्वम्. अस्तु, इदानीम् अग्रे उषाभगिनी पठति वा? नमस्ते भगिनी, अहं पठामि. अत्र ईत् संज्ञा नाम का इति विषये किञ्चित् पुनस्मरणं भवति. ईत् षित् च इत्यनयोः अर्थः सम्यक् न ज्ञायते चेत् अग्रे द्वयोः पङ्क्त्योः मध्ये स्थितः भागः अवश्यं पठनीयः. ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः. अग्रे पाठस्य विषयः इत् इत् इति अर्थं भवति. इत् नाम किम् इति विवरणं दत्तम्, अग्रे दत्तम्. अग्रे पठतु. इत् नाम किम्? पाठनीयव्यवस्थायां पदानां इति नामपदानां क्रियापदानां च पदानां व्युत्पत्त्यर्थं क्रमः भवति. क्रमस्य नाम प्रक्रिया. प्रक्रियायां सोपानानि सन्ति. दृष्टान्ते रामशब्दः प्रथम्यन्तं पदं रामः. प्रथम्यन्तं व्युत्पत्त्यर्थं प्रथमान्तं पदं रामः. व्युत्पत्त्यर्थं क्रमः भवति. तथा हि रामयोगः सु इति स्थिते रामसु. रामसु इति उकारस्य उकारः लोपः भवति. इत् भूत्वा उकारः लोपः भवति. रामस् रामयोगः रु रामर् रामः. एवं च कस्य अपि शब्दस्य शब्दस्य व्युत्पत्त्यर्थं सोपानानि सन्ति. सोपानेषु बहुत्र वर्णाः आगच्छन्ति किन्तु न तिष्ठन्ति. किञ्चित् विशिष्टं कार्यं कृत्वा अपगच्छन्ति. यथा अत्र रामशब्दः सु आगच्छति तदा उ गच्छति तदा स् गच्छति तदा रु आगच्छति तदा उ गच्छति तदा ऋ गच्छति. गच्छति इत्युक्ते तेषां वर्णानां लोपः भवति. यद्यपि एते वर्णाः न तिष्ठन्ति तथापि तेषां मूल्यवत् कार्यम् अस्ति. तत् कार्यं किम् इति अग्रे वक्ष्यते. येषां वर्णानां लोपः भवति तेषाम् इत् इति संज्ञा भवति. रामः इति राम इति प्रातिपदिकम् अस्ति. प्रातिपदिकं सु इति प्रत्ययः विधीयते. रामयोगः सु इति स्थिते रामसु इति भवति. उकारः रामसु इत्यस्य उकारः लोपः भवति. उकारः लोपः भवति उपदेशे अच् अनुनासिक इत् इत्यनेन उपदेशे अच् अनुनासिक इत् इत्यनेन ऊ इति लोपः भवति. ऊ इति लोपः भवति अनन्तरं उपदेशे जनुनासिक इत्यनेन ऊ इति लोपः भवति वा नो चेत् किं भवति प्रथमम्? उपदेशे अच् अनुनासिक इत् इत्यनेन इत् भवति संज्ञा. इत् संज्ञा भवति. इत् संज्ञा तस्य लोपः इत् कारणेन लोपः भवति. इत् संज्ञा लोपः भवति इत्यनेन लोपः भवति. समीचीनम्. रामस् भवति. रामसु उकारलोप अनन्तरं रामस् भवति. रामस् इति ससजुषोरुः इत्यनेन सकारस्य स्थाने रु आदेशः भवति, रामयोगः रु भवति, रु इति स्थाने रकार उकारस्य स्थाने उ इति लोपः भवति, उ इति प्रत्ययः अथवा धातुतः प्रातिपदिकः उपदेशे अच् अनुनासिक इत् कारणेन उकारः अगेन् लोपः भवति, इत् संज्ञा भूत्वा लोपः भवति. रामयोगः रु इति रामर् भवति, रकारस्य स्थाने तेन ससजुषोरुः विसर्जनीयस्य करवसानयो विसर्जनीयः अवसानः अस्ति, करवसानयो विसर्जनीयः इत्यनेन रकारस्य स्थाने विसर्गः आदेशः भवति. रामः इति रूपं भवति, प्रथमाविभक्ति एकवचनं रूपं रामः इति भवति. बहु समीचीनम्. अग्रिमवाक्यमपि पठतु. व्याकरणे यत्र नाम दीयते, व्याकरणे यत्र नाम दीयते तत् नाम संज्ञा इति उच्यते, अतः इत् संज्ञा इति. रामसु इत्यस्मिन् रूपे उकारस्य इत् संज्ञा इति उच्यते, सकारस्य अपि इत् संज्ञा इति इत् इति नाम इत् इति संज्ञा. व्याकरणे यत्र नाम दीयते, नाम गिवन् तत् नाम संज्ञा इति उच्यते, इत् इति संज्ञा भवति. समीचीनं समीचीनम्. एतत् सर्वम् अस्माभिः पूर्वमपि पठितं. तर्हि अग्रे गीताञ्जलि भगिनि. धन्यवादः भगिनि. अद्य न शक्नोमि भगिनि, एलर्जीस् मध्ये न किमपि पश्यामि अहम्. अस्तु अस्तु, नास्ति चिन्ता. अस्तु अग्रे एक प्रश्न अगेन्. वयम् अत्र वदामः प्रकृतिः इत्युक्तौ धातुः प्रातिपदिकं च अङ्गसन्दर्भे, अतः रामशब्दस्ति प्रातिपदिकमस्ति, राम प्रातिपदिकमस्ति. साधारणप्रश्नः, अङ्गं कः अस्ति? प्रातिपदिक अस्ति, अङ्गं कः अस्ति? राम प्रातिपदिकम् अङ्गमस्ति. भवान् वदतु, यस्मात् प्रत्ययः विदितदादि प्रत्ययङ्गम् इति इति सूत्रं स्मृत्वा वदतु, रामयोगः सु इत्यत्र अङ्गं किम्? न, रामयोगः सु सु प्रत्ययः अस्ति, अतः राम अङ्ग अस्ति. राम राम अतः राम अङ्गम् अस्ति पर्याप्तं. धन्यवादः. रामम् अङ्ग राम अङ्गमपि अस्ति, प्रातिपदिकमपि अस्ति, प्रातिपदिकरूप अङ्गं प्रातिपदिकरूपी अङ्गम्. धन्यवादः, कोऽपि चिन्ता नास्ति. समीचीनम्. अग्रे तत्र वीणा भगिनी. द्वितीय प्रश्नः, क्षित् कित् इङ्गित् पित् तत्र वा? सत्यं. शकारः इत् यस्य तत् षित्. शत्र इति कश्चन प्रत्ययः. बालकः खादनं वदति, खादन् इति शत्रन्तं पदम् अस्ति, शत्रुप्रत्ययः अन्ते अस्ति, शत्रुप्रत्यये शकारः अस्ति किन्तु सः शकारः न तिष्ठति. पश्यतु, खादन् इति पदे शकारः अस्ति किं? नास्ति किल, अतः शकारः न तिष्ठति, अपि तु किञ्चित् कार्यं कृत्वा गच्छति. एवं च शकारः इत् सम्यकः, इत् सम्यकः शकारः शत्रुप्रत्यये अस्ति, अतः शत्रुप्रत्ययः षित् इति उच्यते. वदामि वा? आं वदतु भगिनि. शत्रुप्रत्ययः इति किमिति अत्र उच्यते. शत्रु इति कश्चन प्रत्ययः, उदाहरणं बालकः खादन् वदति इति, खादन् इति तत्र शत्रुप्रत्ययः अस्ति. परन्तु क्षत्रि इति पदम् अत्र नास्ति. क्षत्रि इति प्रत्ययः सकारः इति संज्ञकः अपि च षकारः न तिष्ठति. क्षत्रे ऋकारः अपि इति सम्यक् वा भगिनि? ऋकारः अपि अनुनासि उपदेशे अनुनासि किञ्चित् संज्ञा तत्र ऋकारः एव अपि लोपः भवति इत्सम्यक्कारणत्वात्. तदनन्तरम् अत्येव अवतिष्ठते. खाद् अत् खादन् इति पदे षकार नास्ति, ऋकार अपि नास्ति, अतः षकारः न तिष्ठति, ऋकार अपि न तिष्ठति. खाद् अत् किल खादत्, तदनन्तरं खादन् भवति. तद् अवशं स्मरामि कथं भवति इति. खादन् भवति, खादत् खादत् किल खादत् खादत् इति प्रतिपदिकं भवति. तदेव शत्रुप्रत्ययः भगिनि. इत् सम्यकः सकारः शत्रुप्रत्ययः षित् भवति. ककारः इत् यस्य तत् कित्, ककारः यस्य ककारः इत् यस्य तत् कित्. तव तु प्रत्ययः कित्, ककारः न तिष्ठति. तुमुन् प्रत्ययः न षित् न वा कित्. तव्यत् प्रत्ययः अपि न षित् न वा कित्. नकारः इत्यस्य तत् ङित्. पकारः इत्यस्य तत् पित्. अग्रे गत्वा किं ङित् किं पित् इति दृश्यताम्. तत्र शत्रुप्रत्ययः शकारः इत्युक्त्वा षित् षित् भवति. ककारः इत् भव इत् संज्ञा अस्ति चेत् कित् भवति. तव तु इति प्रत्ययः ककारः न तिष्ठति, बट् कित् कित् भवति. तुमुन् प्रत्ययः षित् नास्ति, कित् नास्ति. तव्यत् प्रत्ययः अपि षित् नास्ति, कित् न भवति. ङित् भवति, तिङ् प्रत्ययः ङित् ङित् भवति, ङकारः इत् भवति, तस्मात् ङित् भवति. तिप् तिप् तिप् प्रत्ययः अपि पकारः इत्युक्त्वा तस्मात् पित् भवति. अग्रे गत्वा दृश्यताम् इति उक्तम् अत्र. तर्हि सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः. एकवारम् आरभ्यतः येषां धातूनाम् अङ्गम् अदन्तं तेषां कृते अङ्गं कथं निष्पन्नम् इति दृश्यताम्. प्रथम सूत्रः तावद् भगिनि, तावत् समीचीनं. तर्हि इदानीं तत्र अत्र किं दृष्टमिति चेत् तत्र इत्त्वं यदा इत् संज्ञा भवति चेत् अत्र षित् पिष्ट कित् इत्यादिकं तत्र वयं जानीमः. षकारः इत्यस्य सः षित्, ककारः इत्यस्य सः कित् इत्युक्ते सर्वत्र यदा वयं कित् षित् पित् इत्यादिकं वयं पश्यामः तदानीं सर्वदा स्मर्तव्यं पित् इत्युक्ते तत्र विग्रहवाक्यं कथं भवति इति चेत् पकारः इत् यस्य सः पित् इत्युक्ते शप् कीदृशः इति वयं पृच्छामः चेत् शप् षित् अस्ति, यतोहि पकारः इत् यस्य सः शप् षित् अपि अस्ति, यतोहि षकारः इत् यस्य सः. एवमेव अन्यत्र अपि द्रष्टव्यम्. तर्हि इदानीं तत्र केचन तत्र पारिभाषिकशब्दाः सन्ति, तेषां विषये किञ्चित् पश्यामः. विजयलक्ष्मी भगिनी अग्रे. पठामि. तिंशित् सार्वधातुकम् इदं सूत्रम् अवलोकयाम. तिंशित् सार्वधातुकम् इति नाम यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम् इति उच्यते. सार्वधातुकम् एकं नाम, एका संज्ञा अस्ति. तावदेव, व्याकरणे बहवः नामानि सन्ति. अस्तु, तर्हि षप् प्रत्ययः षित् इति ज्ञातं. तदा यः षित् सः सार्वधातुकम् इति अत्र उक्तम्। अतः शप् सार्वधातुकसंज्ञां प्राप्नोति। तिङ्क्षित् सार्वधातुकम् इति सूत्रे तिङ् इति तिङ् प्रत्ययः, षित् इति कचित् सार्वधातुकप्रत्ययः अस्ति, कश्चित् सार्वधातुकम् इति षित् प्रत्ययस्य नाम अस्ति, केवलं नाम, सम्या इति तत्र तस्य कोऽपि कार्यं नास्ति, केवलं नामकरणं सार्वधातुकम् इति दीयते। षित्वत् व्याकरणे बहवः नामानि सन्ति। शप् इति प्रत्ययः, अत्र शकारः इत्सम्यक वर्णः अस्ति, शकारः इत् यस्य सः इति षित् इति शप् प्रत्ययस्य नामान्तरम्। षित् इति ज्ञातं तदा यः षित् सः सार्वधातुकप्रत्ययः इति, सः सार्वधातुकम् इति वक्तुं शक्यते। के अग्रे पठामि वा भगिनि? अग्रे पठतु। के सार्वधातुकसम्यकाः अर्हाः इति इदं सूत्रं सूचयति। अष्टादश तिङ्सम्यकप्रत्ययाः सन्ति। भवति इत्यस्मिन् यः ति अस्ति सः तिङ्सम्यकप्रत्ययः इत्युच्यते। परस्मैपदी धातूनां कृते नवप्रत्ययाः सन्ति। भवति, भवतः, भवन्ति, भवसि, भवतः, भवतः, भवामि, भवावः, भवामः। आत्मनेपदी धातूनां कृते नवप्रत्ययाः सन्ति। वर्धते, वर्धेते, वर्धन्ते, वर्धसे, वर्धेते, वर्धत्वे, वर्धे, वर्धावहे, वर्धामहे। एतेषाम् अष्टादशप्रत्ययानां मूलरूपाणि सन्ति। तिप् तस् झि सिप् थस्थ मिप् पस्मस्। पुनः आत्मनेपदी धातूनां त आतां झ थास् आथां ध्वम् इड् वहि महिन् इति। नवकृत्प्रत्ययाः षित् सन्ति इति कारणतः सार्वधातुकसम्यकाः भवन्ति। ते च शतृ, शानच्, चानश्, शानन्, खष्, ष, एष्, षध्यै, षध्यैन्। तेषु अस्माकं कृते शत्रुशानच् प्रसिद्धौ। अत्र नवप्रत्ययानां नामानि दीयन्ते। सर्वेषां प्रत्ययानाम् आदौ षकारः वर्णः अस्ति इति कृत्वा तेषां सार्वधातुकसंज्ञा भवति। अस्माकं कृते तु केवलं शत्रु, शानच् इति एव, प्रायः वयं तु तदेव पठामः, तत् प्रसिद्ध अस्ति इति कृत्वा। षट् विकरणप्रत्ययाः षित् सन्ति इति कारणतः सार्वधातुकसम्यकाः भवन्ति। ते च शप्, श्यन्, श्नु, श, श्नम्, श्न। विकरणप्रत्ययाः प्रथमगणे, चतुर्थगणे, पञ्चमगणे, षष्टमगणे, सप्तमगणे, अनन्तरं श्ना इति, हा, नवमे गणे, अनन्तरं दशमः गणः अपि शप् अस्ति इति, तत्र एव षित् विकरणप्रत्ययाः सन्ति सार्वधातुकसम्यकाः। विकरणप्रत्ययाः षितः भवन्ति, यथा भवती उक्तवती, अपि च कृत् प्रत्ययाः, केचन प्रत्ययाः षितः भवन्ति, यथा शत्रे शानच्, चानश्, शानन् इत्यादयः, तत्र शत्रुशानज् इति प्रसिद्धौ। भगिनि, क्षम्यतां भगिनि, तत्र मम एकः प्रश्नः, तत्र खश् इति प्रत्ययः अस्ति किल, तत्र तु खश् इति शकारः अन्ते अस्ति किल, तत्र षित् भवति परन्तु ओषित् अपि भवति, ओ लषक् वदति चेत् न ककारः गच्छति, न लषक् वदति इति सूत्रं कुत्र कार्यं करोति? न तत्तु तद् शक् कु अस्ति किल भगिनि, तत्र हु इत्यस्य ककार लकारः शकारः प्रत्ययवर्गस्य प्रत्ययः एव न आदौ आदौ प्रत्ययस्य आदौ लशकु कु इति अतः ककारस्य लशक् शकारः हलन्त्यमित्रेण आगमिष्यति किल हा हलन्त्यमित्रेण प्रश्नः कः इति न बुद्धः ओ न न तत्र समीचीनं परन्तु एष् इति कथं गच्छति एष् इति एकारः अवशिष्यते वा तत्र एष् इति तत्र एकारः अनुनासिकः अस्ति वा नास्ति वा इति द्रष्टव्यं तत्र एक एष् इति तत्र तिष्ठति एव यतोहि श गच्छति ए अपि गच्छति चेत् तत्र किमपि न अवशिष्यते खलु स्वरः नास्ति स्वरः अनुनासिकः अस्ति अस्तु अस्तु अस्तु तर्हि इदानीम् अग्रे भवतेव पठतु कर्तरिषप् इति अस्तु भगिनि कर्तरिषप् अनुवृत्तिसहितसूत्रं धातोः परः शप् प्रत्ययः कर्तरि सार्वधातुके स्मर्यते यत् पाणिनीयसूत्रेषु सप्तमीविभक्तेः अर्थः पूर्वम् इति तर्हि सूत्रार्थः धातुभ्यः कर्त्रर्थे अष्टादशलिङ्संज्ञकप्रत्ययाः अपि च नवषित् कृत् प्रत्ययाः च यत्र यत्र भवन्ति तत्र तत्र तेषु परेषु तेषां पूर्वं शप् प्रत्ययः विधीयते तेषु परेषु अस्तु अत्र कर्त्रार्थे कर्तरी प्रयोगः इति अवगम्यताम् भावे कर्मणि च शप् प्रत्ययः न विहितः अस्तु तत्र तु कर्तरी शप् इत्यस्य सूत्रमस्ति कर्तरी शप् इति विधिसूत्रम् कर्तृषप् विधिसूत्रमेव भवति तत्र अनुवृत्तिसहितसूत्रमस्ति धातोः परः शप् प्रत्ययः कर्तरि सार्वधातुके इत्युक्ते तत्र तु धातोः परः शप् प्रत्ययः विधानं केन सूत्रेण भवति इत्युक्ते कर्तरिषप् इति सूत्रेण भवति यदा सार्वधातुकप्रत्यये परे अस्ति कर्त्रार्थे अस्ति चेत् तत्र शप् प्रत्ययस्य विधानं भवति अष्टादशदिङ्संज्ञकः प्रत्ययाः सन्ति ते अपि च नवषित् कृत् प्रत्ययाः सन्ति तत्र तेषु हा तेषां पूर्वं शप् प्रत्ययविधानं भवति तत्र तेषां परेषु किमर्थम् उक्तं तत्र तत्र तेषु परेषु शप् प्रत्ययः विद्यते तेषां पूर्वं भवति किल भगिनि तत्र धातुभ्यः कर्त्रार्थे अष्टादश तिङ् प्रत्ययाः अपि च नवषित् कृत् प्रत्ययाः च यत्र यत्र भवन्ति तत्र तत्र तेषु परेषु तेषां प्रत्ययः इत्युक्ते तत्र तेषु परेषु इत्युक्ते धातोः परे अथवा ओ अस्तु प्रातिपदिका धातुः परे नो चेत् प्रातिपदिका तत्र तत्र तेषु परेषु शप् प्रत्ययः विधीयते तेषु परेषु इति तत्र किञ्चित् तत्र भ्रमात्मकं वाक्यम् अत्र तेषां धातोः परे तत्र शप् प्रत्ययः विधीयते तेषां पूर्वं धातुः अस्ति इति तावद् अवगच्छामः खलु तत्र वाक्यं कथमस्ति इति त्यजामः सत्यम् अस्तु यदि कर्त्रार्थे अस्ति तत्र कर्तृशप् इत्येन धातु अपि च तिङ् प्रत्ययमध्ये शप् प्रत्ययविधानं भवति अपि च भावे कर्मणि च शप् प्रत्ययः न विहितः तत्र तु तिङ् प्रत्ययः नास्ति इति भावे कर्मणि च शप् प्रत्ययः न विहितः कुत्र भावे प्रयोगे यदि पश्यामः चेत् हा भवति परन्तु शप् प्रत्ययः विकरणप्रत्ययः न आगच्छति कर्त्रार्थे नास्ति किल तत्र कर्त्रार्थे नास्ति कर्मणि प्रयोगे अस्ति किल तत्र तदेव आम् अग्रे पठामि वा भगिनि अग्रे एकक्षणं तत्र कर्तरि शप् इति सूत्रं सर्वेषां कृते स्पष्टमस्ति खलु सर्वदा स्मर्तव्यं तत्र सूत्रार्थः कः इति सर्वदा स्मर्तव्यं यदि स्मर्यते तर्हि तत्र अग्रिम विकरणप्रत्ययः दिवादिभ्यः श्यन् इत्यादि सर्वत्र अपि एवमेव भवति तत्र निमित्तं किं कार्यं किं तत्र प्रथमतया धातुः भवेत् धातुतः कर्त्रार्थक सार्वधातुकप्रत्ययः अस्ति चेत् मध्ये विकरणप्रत्ययः शप् इति विकरणप्रत्ययः भवति तदर्थमेव कर्तरी शप् इति उक्तं कर्तरी सार्वधातुके कर्तरी सार्वधातुके इत्युक्ते कर्त्रार्थकसार्वधातुकप्रत्यये परे धातुतः शप् आयाति. धातुः इति कथं ज्ञायते इति चेत् कर्तरी शप् इति सूत्रं तृतीयाध्याये अस्ति. तृतीयाध्याये सर्वत्र धातोः इत्यस्य अधिकारः अस्ति, अतः यत्किमपि विधीयते तत्तु धातुतः एव विधीयते. अतः कर्तरी शप् इत्युक्ते कर्त्रार्थकसार्वधातुके परे धातुतः शप् प्रत्ययः भवति इति सूत्रार्थः. तादृश अर्थः एव भवति अग्रिमेषु सूत्रेषु अपि यत्र विकरणप्रत्ययः विद्यते. दिवादिभ्यः श्यन् इत्यत्र दिवादिगणे गणीयेभ्यः धातुभ्यः श्यन् इति विकरणप्रत्ययः भवति कर्तरी सार्वधातुके. सर्वत्र कर्तरी सार्वधातुके, कर्तरी सार्वधातुके इति सर्वत्र निमित्तं समानमस्ति इति स्मर्तव्यम् इति कृत्वा कर्मणि प्रयोगे अपि च भावे प्रयोगे शप्रत्ययः न विधीयते, तस्य अवसरः नास्ति, यतोहि प्रत्ययः कर्त्रार्थे नास्ति इति तत्रावत् स्मर्तव्यम्. अग्रे एतत् अपि बोध्यं यत् दशसु अपि गणेषु कर्त्रार्थे शप् विकरणप्रत्ययः विहितः. अनन्तरं भुवादिगणे भुवादिगणं चुरादिगणं च विहाय कुत्रचित् शपः लोपः भवति. अदादिगणे जुहोत्यादिगणे च कुत्रचित् शपं प्रभात्य अन्यः विकरणप्रत्ययः आयाति. अस्तु, अत्र तु दशगणेषु शप् प्रत्ययविधानं तु उत्सर्गसूत्रमस्ति कर्तरी शप् इत्यनेन प्रथमं शप् प्रत्ययस्य विधानं भवति. तदनन्तरं शप् प्रत्ययस्य विधानं यत् भवति तत् प्रभाति अन्यः विकरणप्रत्ययः मध्ये प्रत्ययाः मध्ये आगच्छन्ति. कुत्रचित् अदादिगणे अपि च जुहोत्यादिगणे शप् इत्यस्य लोपः इति अपि भवति इति अस्तु भगिनि. तदेव लुक् अपि च लुक् भवति अदादिगणे लुक् भवति, जुहोत्यादिगणे श्लु इति भवति इति अहं चिन्तयामि. समीचीनं वा भगिनि? अग्रे पठतु. हा, अदादिभ्यः शप् लुक् शपः लोपः, जुहोत्यादिभ्यः शप् श्लु शपः लोपः, दिवादिभ्यः शन् इति प्रत्ययः शप् मध्ये आगच्छति, स्वादिभ्यः श्नु इति श्नु इति प्रत्ययः, तुदादिभ्यः श्रुदादिभ्यः श्नं, तनादिभ्यः उ, क्रयादिभ्यः श्न. तदेव, तत्र तु तनादिगणे एव आर्धधातुकप्रत्ययः अस्ति, अन्येषां तु सार्वधातुकप्रत्ययः अस्ति, षित् अस्ति, अतः तनादिः एव आर्धधातुकप्रत्ययः अस्ति, षित् नास्ति. एतेषां निमित्तं किम्? एतेषां निमित्तं कर्त्रार्थे सार्वधातुकप्रत्ययपरे भवति चेत् तत्र तु कर्तृषप् इत्यस्य कार्यं प्रथमं भवति, तस्मात् अनन्तरं गणस्य चर्चा भूत्वा तत्र गणस्य विकरणप्रत्यय मध्ये आगच्छति, धातोः अपि च तिङ् प्रत्ययमध्ये मध्ये आगच्छति. समीचीनम्. इत्युक्ते एतेषु सूत्रेषु सर्वत्र गणस्य उल्लेखः अस्ति. पश्यन्तु, दिवादिभ्यः श्यन्, स्वादिभ्यः श्नु, कृदादिभ्यः श्न, सर्वत्र गणस्य उल्लेखः अस्ति. परन्तु कर्तरी शप् इत्यत्र गणस्य उल्लेखः नास्ति. कर्तरी शप् इति तावदेव उक्तमस्ति, भुवादिभ्यः शप् इति न उक्तम्, अथवा चुरादिभ्यः शप् इति न उक्तम्. अतः यत्र यत्र कर्त्रार्थकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः, सर्वत्र कर्तरी शप् भवितुम् अर्हति इति उत्सर्गसूत्रमस्ति. एतानि सर्वाणि तत्र अपवादसूत्राणि. इत्युक्ते धातुः दिवादिगणे अस्ति चेत् तदानीं श्यन् प्रत्ययः भवति, धातुः स्वादिगणे अस्ति चेत् श्नु प्रत्ययः भवति. अतः एतानि सर्वाणि अपवादसूत्राणि. अस्तु, इदानीम् अग्रे भगिनि मम संशयः अस्ति, कर्तरिषप् अष्टषष्टितमसूत्रं धातोः इति अधिकारसूत्रम् एकनवतितमसूत्रं, तत्रापि कर्तरिषप् धातोः इत्यस्य अधिकारे भवति. आम्, इत्युक्ते तत्र धातुः इति तृतीयाध्याये धातुः इति एकवारं नायाति, तत्र द्विवारम् आयाति धातुः इति अधिकारः. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रे अपि धातोः इत्यस्य अधिकारः अस्ति. अपि च तत्र कर्तरी तत्र हा धातोरेकाचो हलादिक्रियालक्षणविहारे यङ् इत्यत्रापि धातोः इत्यस्य अधिकारः तस्मात् धातोः इत्यस्य अधिकारः अग्रे गच्छति अतः कर्तरीषप् इत्यत्रापि धातोः इत्यस्य अधिकारः अस्ति तस्मात् सूत्रात् अस्तु अस्तु धन्यवादः अवगतम् अवगतं खलु अवगतम् अवगतम् अस्तु इदानीम् अग्रे लक्ष्मी भगिनी आं भगिनि अधुना अस्माकम् अङ्गम् अङ्गनिर्माणं कर्त्रार्थे वदयोग लट् वदयोगति वदयोग शप् योगति वदयोग आ योगति तर्हि वदयोग आ इति स्थितिः अत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु बहुत्र केवलं धातुविकरणयोः संयोजनं यथा वद्योग आ वदा इति अङ्गं निष्पन्नं यत्र यत्र धातुः हलन्तः अपि च तस्य उपधायाम् अकारः अस्ति तत्र केवलं धातुविकरणयोः संयोजनं तृतीयः सोपानमस्ति अङ्गनिर्माणं यत्र धातुः अस्ति ततः परं विकर्णप्रत्ययः अस्ति तयोः मेलनं भवति यत्र वद् इति उदाहरणार्थं पश्यामः चेत् वद्योग लट् इति प्रथमसोपानमस्ति ततः परं लस्य इत्यनेन तिङ्प्रत्ययस्य आदेशः भवति वद्योग ति इति भवति ति इति तिङन्तप्रत्ययः अस्ति कर्त्रर्थे अस्ति सार्वधातुकः अपि अस्ति इति कृत्वा कर्तरि शप् इत्यनेन शप् विकर्णप्रत्ययः धातोः प्रत्ययोः मध्ये आयाति वद्योग शप् योगति शप् इत्यस्य शकारपकारयोः लोपः भूत्वा आ इति तिष्ठति वद्योग आयोगति अत्र ति इति प्रत्ययस्य कृते वद्योग आ इति अङ्गम् अस्ति अत्र केवलं वर्णमेलनं भवति वदा इति रूपम् अङ्गं भवति वदा योगति वदति इति केवलं पुनः योजनं भवति इति उक्तम् शप् इत्यत्र शकारपकारयो लोपानन्तरं किम् अवशिष्यते आ इति अवशिष्यते आ इति अवशिष्यते अवशिष्यते वा अकारः अवशिष्यते अ इति अवशिष्यते क्षम्यताम् अत्र अस्माकं प्रान्तीयभाषा भाषाणां तत्र प्रभावः अतः वयम् आ इति वदामः परन्तु आ इति नास्ति अ इति अस्ति अतः सर्वदा स्मर्तव्यं क्षम्यताम् अस्तु समीचीनम् अग्रे धातौ गुणकार्यं धातु अन्ते इक् प्रत्याहारस्य अन्यतमः वर्णः इ उ ऋ अस्ति चेत् अथवा उपधायां ह्रस्व इका इ उ ऋ अस्ति चेत् तर्हि विकर्णप्रत्ययस्य प्रभावेन गुणः गुणप्राप्तिः भवति कुत्रचित् प्राप्तौ निषिद्धः अपि भवति कुत्र कुत्र इति अथ पश्यामः प्रायः स्मर्यते स्वरः इ इ उ उ ऋ ऋ गुणः ए ओ अर् प्रक्रियाकाले कुत्र कुत्र गुणकार्यं भवति इत्यस्य प्रश्ने सति धात्वङ्के इक् इगन्धमङ्गम् अस्ति चेत् तत्र गुणकार्यं भवति तथापि धात्वङ्के उपधायां लघु इक् वर्णः अस्ति चेत् लघुपदम् अङ्गम् अस्ति चेदपि तत्र गुणकार्यं सम्भवति इक् प्रत्याहारे इ ऊर् ऋ एते वर्णाः सन्ति अतः धात्वङ्के अन्तिमवर्णः प्रत्याहारस्य इक् प्रत्याहारस्य अन्यतमः अस्ति चेत् तत्र गुणकार्यं सम्भवति तत्र गुणः गुणवर्णाः ए ओ अर् इति सन्ति अदेङ्गुणः इत्यनेन अद्यस्य सूत्रम् अस्ति तत्र तेन ए ओ अर् वस्तुः आ इति आ ए ओ इति गुणसंज्ञकाः सन्ति अस्य स्थाने कः वर्णः इति कथं निर्णीयते स्थानेन्तरतमः इति सूत्रेण इ इत्यस्य स्थाने एकारः भूयते उ इत्यस्य स्थाने ओकारः भूयते, ऋ इत्यस्य स्थाने अकारः भूयते, ततः परं तत्र उरन् रपरः इत्यनेन यत्र यत्र ऋकारस्य स्थाने अण् आदेशः भवति तत्र ऋकारः परः भवति इति अनेन सूत्रेण भवति, तस्य अर्थः भवति. समीचीनम्, बहु समीचीनम्. अस्तु अग्रे शोभा भगिनी. आं भगिनि, नमस्ते भगिनि. नमस्कार, नमस्कार. तत्र अग्रिमं सूत्रं सार्वधातुकार्धधातुकयोः इति अन्यत् सूत्रमस्ति. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदं, सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य इति अनुवृत्तिसहितसूत्रम्. अन्यत् सूत्रस्य विषये तत्र सार्वधातुक आर्धधातुकयोः इति सप्तमीविभक्त्याम् अर्थे भवति इति दत्तं. तेन तत्र सार्वधातुक आर्धधातुकयोः गुणः अङ्गस्य इति अनुवृत्त्यां स्थापितम् अस्ति, क्षम्यताम्, अङ्गस्य गुणः भवति इति अर्थे. अस्य सूत्रस्य अर्थः एवम्, इगन्तधातोः अनन्तरं सार्वधातुकम् अथवा आर्धधातुकं प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य गुणः भवति, यथा भू इति धातुः योगः शप् इति विकरणप्रत्ययः. तत्र शप् इति विकरणप्रत्ययस्य प्रभावेण भू इत्यस्य अङ्गस्य ऊकारस्य भो इति गुणः भवति. अधुना भो योगः शप् योग इति भूत्वा तत्र शप् इत्यस्य शकारः लशक्वतद्धिते इत्यनेन इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति. पकारस्य अपि हलन्तम् इत्यनेन इत्संज्ञा तस्य लोपः इत्यनेन लोपः आ एव तिष्ठति. अधुना भो योगः आ इति तिष्ठति, अवशिष्यते. तदनन्तरं पठामि वा अग्रे? आम् पठतु भगिनि. हा, सन्धिप्रकरणे एकं सूत्रम् अस्ति, यचो यवा यावः इति. ऐ आय् औ आव् आदेशाः क्रमेण आयान्ति, नाम यान्तावान्तसन्धिः. अनेन सूत्रेण एकस्मिन् पदे ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आगच्छति, यथा भो योगः अ. एतेन सूत्रेण ओ स्थाने औ आदेशः, अतः भकारः योगः औ योगः अ, भौ योगः आ इत्यस्य भवा इति अङ्गं सिद्धम्. तत्र भो योगः आ इति यदा भवति तत्र अन्यत् एकं सूत्रम् आगत्य कार्यं करोति, यचो यवा यावः इति सूत्रं. तेन यथा वयं दृष्टवन्तः, क्रमेण ऐ आय् औ आव् इति आदेशाः भवन्ति. एतस्य सूत्रस्य यान्तावान्तसन्धिः इति नाम अस्ति. अनेन सूत्रेण तत्र एकस्मिन् पदे ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तत्र यचो यवा यावः इति अचि परे भवति इति अस्ति किल भगिनि, यचो यवा यावः इति. अतः तत्र स्वरः भवेत् परे, तदा एताः आदेशाः भवन्ति. अपि च ओकारस्य स्थाने औ इति आदेशः भवति. अतः तत्र भो योगः आ इत्यस्य ओकारस्य स्थाने औ इति भूत्वा वर्णमेलनेन भव इति अधुना अङ्गं भो इत्यनेन भव इति अङ्गं सिद्ध्यति. समीचीनं, समीचीनं, धन्यवादः भगिनी. इदानीम् अग्रे उमा भगिनी पठतु. अत्र अत्र न स्पष्टीक्रियते, यतोहि सर्वम् अस्माकं परिचितम् अस्ति इति कृत्वा पुनःस्मरणत्वेन एव पठामः. प्रश्नाः सन्ति चेत् पृच्छन्तु. अत्र धातुः उगन्तलघुपदस्य च. उगन्तलघुपदस्य च, उगन्तस्य लघुपदस्य च. उगन्तस्य लघुपथ लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः अनुवृत्तिसहितं सूत्रम्. लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति अस्माकं कृते मुख्यः भागः. लघ्वी उपधा लघुपधा, ह्रस्व इक् उपधा ह्रस्व इक् इ उ ऋ. उदाहरणार्थं बुद्ध धातौ उपधायां ह्रस्वः उकारः. अत्र पुगन्धलघुपदस्य इति सूत्रस्य विवरणं दत्तम्. अत्र लघु उपधास्थिते कः इति अन्तिमवर्णस्य आगे कृतः वर्णः एव उपधा इति उच्यते. सो उपधा कः उपधा? दट् इस् अन्तिमवर्णस्य प्रीवियस् वन् भवती किमपि अन्तिमवर्णस्य आगे इति उक्तवती खलु. I couldn't get the word. आगे वा पीछे वा इति वक्तव्यं. अत्र लघु उपधा उपधा एव गुणकार्यं गुणकार्यं क्रियते. सो लघु उपधा इति इक् इ ऊर् एव ह्रस्व उकार ह्रस्व इक् वर्णाः सन्ति. आगे पठामि वा? अग्रे पठतु. लघुपदस्य लघ्वि उपधा यस्य तत् अङ्गं लघुपदम्. ओके, तस्य अङ्गस्य अत्र शपः दृष्ट्या अङ्गम् इत्युक्ते बुद्ध धातुः एव. बुद्ध धातुः लघु उपधा ह्रस्व उकारः अस्ति, अतः बुद्ध धातुः स्वयं लघुपदम् अङ्गम्. सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तं पदं व्याकरणसूत्रेषु सप्तमी विभक्ति नाम पूर्वम् इति. अतः सार्वधातुकसंज्ञक प्रत्ययात् पूर्वं नाम शप् प्रत्ययात् पूर्वम्. अतः सार्वधातुकसंज्ञकः प्रत्ययात् पूर्वं नाम शप् प्रत्ययात् पूर्वं लघुपदं नाम बुद्ध धातोः अस्ति अस्ति चेत् तस्य अङ्गस्य नाम बुद्ध धातोः लघ्वी उपधायाः इकः इक् षष्टी विभक्तिः. इकः नाम उकारस्य गुणः भवति, अतः उकारस्य स्थाने ऊकारः इति. सो बुद्ध योगः शप् बोध् इति अङ्गं सिद्धम्. अत्र लघुपदस्य इत्यस्य विवरणं दत्तं. लघ्वी उपधा ह्रस्व इक् वर्णः अस्ति चेत् ओके, लघ्वी उपधा यस्य तत् अङ्गं लघुपदम्. सो अत्र लघुपदपदम् अङ्गमे अङ्गम् इति अपि वदामः. लघ्वी उपधा यस्य तत् अङ्गम् इति लघुपदं तस्य अङ्गस्य अत्र शपः दृष्ट्वा अङ्गम् इत्युक्ते बुद्ध धातोः एव. बुद्ध धातोः लघुपधा ह्रस्वोकारः अस्ति, अतः बुद्ध धातुः स्वयं लघुपदं लघु उपधम् अङ्गम्। उदाहरणं दत्तं बुद्ध धातोः, बुद्ध धातोः अन्तिमवर्णस्य पूर्वे अस्ति उकारः, बुद्ध धातोः भू उकारः अस्ति, तत् उकारः गुणः सम्भवति। सो उकारस्य गुणः ओकारः, सो बुद्ध योगः शप् इति चेत् बोध इति अङ्गं निष्पन्न। समीचीनं। तर्हि पुगन्तलघुपदस्य च इति उक्तं, पुगन्तम् इति भिन्नमस्ति, लघुपदस्य इति एकं दलमस्ति, लघुपदस्य अङ्गस्य इकः गुणः कदा भवति? सार्वधातुक अर्धधातुकयोः। अत्र स्मर्तव्यं स्मर्तव्यः अंशः कः इति चेत्, सार्वधातुक अर्धधातुकयोः इति सूत्रे अपि तत्र सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः द्वयोः अपि ग्रहणं, पुगन्तलघुपदस्य च इत्यत्रापि सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः द्वयोः अपि ग्रहणम्, उभयत्र गुणकार्यं सार्वधातुक अर्धधातुकयोः इत्यनेन इत्यत्र अन्तिमवर्णस्य अङ्गस्य अन्तिम इक् वर्णस्य गुणः, अत्र लघु उपदायां यः वर्णः अस्ति तस्य गुणः। तर्हि लघु उपदा इत्युक्ते तत्र लघ्वी, लघ्वी उपदा, यत्र लघु लघु ह्रस्ववर्णः अस्ति न तु दीर्घः, ह्रस्वं लघुः, ह्रस्वं लघुः इति अस्ति खलु, तर्हि ह्रस्ववर्णस्य लघुसंज्ञा भवति, अतः अत्र उपदायां लघु ह्रस्ववर्णः इक् वर्णः अस्ति चेत् गुणकार्यं भवति। अस्तु, इदानीम् अग्रे वासुदेवन् महोदय पठितुमिच्छति वा? महोदय अस्ति वा? अस्ति अस्ति, अस्तु अस्मि, पठामि। किञ्चि च यः प्रत्ययः गित् कित् अथवा नित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति। ग च क च ङ च एतेषाम् इतरेतरद्वन्द्वः कङ क इति यस्य सः कित् न इतः यस्य सः कित् तस्मिन् परे नीति द्वन्द्वगर्भबहुव्रीहि समासः। अत्र गस्थाने ककारः, करि च इत्यनेन चर्तुसन्धिः, तिथि सप्तम्यन्तं च अव्ययपदम् द्विपदमिदं सूत्रम्। इको गुणवृत्तिः इत्यस्य पूर्णतया पूर्णतया अनुवृत्तिः, न धातुलोपः आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं हिति च इकः गुणवृत्तिः न इति। इदानीं यावत् गुणसम्बन्धिसूत्राणि पठितवन्तः, इदानीं गुणनिषेधसूत्रं पठितम्। इति च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति, तद् ङित् कित् ङित् अस्ति, प्रत्ययः ङित् अस्ति चेत् गुणः न सम्भवति इति सूत्रस्य अर्थः। अनुवर्तिसहितसूत्रं इति च एकः गुणवृद्धिः न, पूर्णसम्पूर्णसूत्रम् इति च एकः गुणवृद्धिः न, गुणवृद्धिः न इति। सम्यक् अस्ति वा भगिनि? समीचीनं समीचीनम्। इत्युक्ते यत्र कुत्रापि अष्टाध्याय्यां प्रत्ययः कित् अथवा नित्, गित् इति एकः एव प्रत्ययः अस्ति, गित् कित् अथवा नित् अस्ति चेत् गुणनिषेधः भवति, धातुतः विद्यमानः प्रत्ययः कित् अथवा नित् अस्ति चेत् गुणनिषेधः अपि भवति, वृद्धिनिषेधः अपि भवति खलु। समीचीनम्। अग्रे पठामि वा? पठतु। पिस्सु गुणः अभिस्सु गुणनिषेधः, पिस्सु गुणः अभिस्सु गुणनिषेधः इति अधुना अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः। तिस्सु गुणः अभिस्सु गुणः, सर्वधातुके सर्वधातुकम् अभिद्धि ङित्वत् भवति इति कारणेन गुणनिषेधः भवति। षित् प्रत्ययोः सार्वधातुकसंज्ञकाः, तेषु ये क्वित् अभिस् क्वित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति। ये अभित् सन्ति नाम ये क्वित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव। तर्हि यः प्रत्यये षित् अपि अस्ति फित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिद्ध्यते. विकरणप्रत्ययेषु खः प्रत्ययः षित् अपि फित् अपि अस्ति केवलं शप् शन् श्नु शनं श्ना च षित् सन्ति किन्तु आभित् सन्ति अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्ध. तर्हि शप् कुत्र लभ्यते? केवलं भुआदिगणे चुरादिगणे च. अङ्गकार्यं गुणः सम्भवति केवलं भुआदिगणे चुरादिगणे च. भुआदिगणे यत्र धातुगुण इगुपदः इगुपदः वा इगन्धः वा तत्र अङ्गे गुणकार्यं भवति, अङ्गे गुणकार्यं भवति. चुरादिगणे अपि शपगुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः. यत् शप इत्यस्मात् पूर्वं णिच् भवति, णिचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते. तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति. अस्मिन् विषये चुरादिगणस्य पाठे इतोपि दृश्यामः. अधुना तावत् अवगच्छन्तु यत् शपप्रभावेन अङ्गे गुणकार्यं भवति भुआदौ चुरादौ एव. भुआदिगणे चुरादिगणे एव गुणः भवति यदा अत्र शपः प्रवर्तते तत्र एव शपः प्रवर्तते. शप् सर्वधातुलकार दशगणेषु एवं चुरादिगणे भुआदिगणे एवं द्वयोगणे एव द्वयोः गणयोः एव शप् आयाति. शप् आगच्छति चेदेव गुणकार्यं सम्भवति, न चेत् यतः शप् एव पित् अस्ति. अन्येषु विकरणप्रत्ययाः सर्वे अपित् अस्ति, अतः गुणकार्यं न सम्भवति इति तात्पर्यम्. अन्ये सर्वे इति इत्युक्ते तत्र अन्ये सर्वे इति समीचीनं वा? अन्येषु सर्वे अन्येषु सर्वेषु अपि न अन्ये ये शितः सन्ति शितः सन्ति तेषु हा तनादिकृण्व्यः उः इत्यत्र का गतिः अपि तस्ति खलु भवती किं पृच्छति? तनादिगणे तनादिगणे शित् नास्ति तत्र प्रत्ययः अपि तस्ति खलु तत्रापि गुणः भवति आर्द्रधातुयोः अपि तस्ति तदापि गुणः भवति आर्द्रधातुप्रत्ययः अस्ति अर्धधातु न सत्यं यत्र आर्द्रधातुकप्रत्ययः अस्ति तत्र पित्वा अपित्वा इति न पश्यामः पित् अपित् इति प्रसङ्गः नास्ति आर्द्रधातुकप्रसङ्गे यतोहि सार्वधातुकम् अपित् इति उक्तत्वात् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् निद्वद् भवति, परन्तु आर्द्रधातुकप्रत्ययः अपित् अस्ति चेत् निद्वद् भवति इति सूत्रं नास्ति. अतः अतः चुरादिगणे भवादिगणे चुरादिगणे गुणः भवति, अपि च तनादिगणे अपि गुणः भवति. अन्येषु गणेषु विकरणप्रत्ययं यद्यपि विकरणप्रत्ययः षित् अस्ति तथापि तत्र गुणकार्यं नास्ति, गुणकार्यं निषिद्धमस्ति इति सूत्रेण. समीचीनम्. अस्तु अग्रे विनयकुमार महोदय. भगिनी वस्तुस्थितिः एवं सार्वधातुकम् अपित् इति सूत्रं वदति यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तर्हि सः प्रत्ययः नित्वत् भवति, किन्ति च इति सूत्रं वदति यत् प्रत्ययः नित् चेत् तर्हि तेन प्रत्ययेन गुणः निषिद्धः अस्ति. अत्र सूत्रद्वयं विचारः सिद्धः यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तर्हि तस्य प्रत्ययस्य प्रभावेन गुणः न भवति. अत्र सूत्रमस्ति सार्वधातुकम् अपित्, परन्तु सार्वधातुकम् अपित् सूत्र एक अन्यसूत्र अस्ति अपि अस्ति गाङ्कुटादिभ्यः महोदय महोदय अत्र अत्र यद् यद् लिखितं तद् वदतु महोदय कोऽपि चिन्ता अत्र किञ्चित् कथं भवति किञ्चित् भवति किञ्चित् सूत्र इन्त्वद् भवति अतः यत्र यत्र कित् अपि च इन्त् आयाति यदि सार्वधातुक अपि च आर्धातुकसम्बन्धे आर्धातुकसम्बन्धे सार्धातुक सार्धातुक सार्धातुकम् अपि सूत्राधारेण गुड् अपि च वृद्धिः न भवति यदि गुणवृद्धिः न भवति अत्र सार्वधातुकम् अपि महत्त्वम् अग्रे अपि आयाति परन्तु अहं न वदामि अदन्त अनदन्तसम्बन्धे अन्यविषयः यदि पित्वत् हलादिपित् अजादिपित् हलादि मम न तत्र अहं न जानामि न वदामि अग्रे अग्रे पठतु अत्र तु स्पष्टमस्ति खलु सार्वधातुकम् अपित् इति सूत्रेण यः सार्वधातुकप्रत्ययः अपित् अस्ति सः निद्वद् भवति तर्हि तदनन्तरं किनिति च इति सूत्रेण प्रत्ययः नित् अथवा निद्वत् अस्ति चेत् गुणनिषेधः इति वयं जानीमः नूतनं किमपि नास्ति अग्रे धात्वादेशः इति धात्वादेशः इति विषयः तु नूतनः अस्ति अतः किञ्चित् मन्दमन्दं पठतु धात्वादेशः शबादीनां शप् आदीनाम् आगमनस्य कारणतः यदा कदा धातौ आदेशः विहितः भवति नाम पूर्वधातोः स्थाने अन्यत् रूपम् आयाति यथा पा योगा शप् पिब् आदेशः धातु आदेशः पिब् आदेशः अथ धातु पिब् भवति तदनन्तरं पिब् योगा शप् पिब् योगा अ पिब अङ्ग सिद्धं तर्हि लठ् विवक्षः पिबति भवति तथैव शपः उपस्थितौ स्था धातोः स्थाने तिष्ठ घ्रास्थाने जिघ्र दास्थाने यच्छ दृष्ठाने पश्य अतः धातवदेशः भवति धातवदेशः यदि वयं न जानीमः तर्हि कथं कथम् उदाहरणात् गच्छ भवति अतः धातु आदेशः प्रथमं जानीमः तर्हि धातु आदेशः इति धातु एकस्य भागस्य आदेशः धातु एकस्य भागस्य आदेशः चेत् अपि धातवदेशः इति उच्यते यथा शपि परे गम धातौ मकारस्य स्थाने छकार आदेशः तदा त च आगमः गम योगा शप् गच् योगा शप् गच् योगा अ गच्छ योगा अ गच्छ योगा अ तर्हि तस्थाने च आयाति गच्छ भवति तदनन्तरं शप् आयाति अथ अत्र अङ्गसिद्धं गच्छ अङ्गम् अस्ति तदनन्तरं तिङ्क् प्रत्यय आयाति विवक्षानुसारे तिङ्क् प्रत्यय आयाति समीचीनं समीचीनं इत्युक्ते अत्र अत्र अत्र सार्वधातुकप्रकरणे वा सार्वधातुकलकारेषु वा अर्धधातुकलकारेषु वा कुत्रचित् धात्वादेशाः भवन्ति इत्युक्ते अत्र पश्यन्तु पा इति धातुः अस्ति प पा इति धातोः लृट् लकारस्य रूपं किम्? लिट् लकाररूपं पास्यति. पास्यति इति रूपमस्ति, परन्तु लट् लकारे रूपमस्ति पिबति, पादातोः पिबति. तर्हि पिबति इति रूपं कथं निष्पन्नम् इति चेत् पा इति धातोः स्थाने धात्वादेशः भवति. पा इति धातोः स्थाने पिब् इति पिब इति आदेशः भवति. पिबयोगः शप् इति भवति. तदनन्तरं प्रक्रियायां पिबति इति रूपं निष्पन्नं भवति. तर्हि अत्र सारधात्वकप्रक्रियायां धात्वादेशाः अपि भवन्ति इति स्मर्तव्यं. सर्वत्र नास्ति, परन्तु केषुचित् स्थलेषु धात्वादेशाः भवन्ति. तदर्थं विशिष्टसूत्राणि सन्ति इति स्मर्तव्यं. यथा अत्र पादातुः अस्ति, एवमेव स्थाधातुः. स्थाधातोः कर्मणि रूपं स्थीयते इति रूपं, परन्तु लट् रूपं तु तिष्ठति. तिष्ठति इति तत्र स्थाधातोः स्थाने तिष्ठ इति आदेशः. एवमेव घ्राधातोः जिग्र इति आदेशः, दाधातोः यच्छ इति आदेश इति कृत्वा एतादृशधात्वादेशाः अपि भवन्ति. तेषां निमित्तं कुत्रचित् षित् प्रत्ययः भवति, कुत्रचित् शप् प्रत्ययः भवति, कुत्रचित् अन्यद् भवति. अतः सूत्रम् आधारीकृत्य निमित्तं भवति. यत्र निमित्तम् अस्ति तत्र एव कार्यं भवति, अन्यत्र नास्ति. अस्तु, इदानीं तत्र आदेशः इति भूत्वा तत्र गुणकार्यमपि न भवति इति भवती प्रथममेव उक्तवती किल. तत्र यद्यपि शप् वस्तुतः तत्र शप् इत्यस्य तत्र अकारः, यद्यपि शप् अस्ति तत्र गुणकार्यं भवितुम् अर्हति, परन्तु आदेशः इति न न गुणकार्यमेव न भवति, यतोहि आदेशः पिब् इति नास्ति, पिब इति आदेशः. पिब इति आदेश, ओ अस्तु, पिब इति आदेशः. पिबयोगः शप् तत्र भिन्नकार्यमस्ति, अतो गुणे इति अन्यत् सूत्रमस्ति. तेन सूत्रेण पिब् पिबयोगः पिब इति एव भवति, न तु पिबा. अस्तु, सवर्णदीर्घसन्धिं बाधित्वा अन्यत् कार्यमस्ति, तदग्रे पश्यामः. अस्तु, इदानीम् अन्तिमपरिच्छेदः, अन्तिमपरिच्छेदः कः कः पठति अत्र भगिनी? क्षम्यतां, किञ्चित् एकः भ्रमः जातः मम मनसि. तत्र वर्गस्य आदौ भवती विवृणोति तत्र तदादि इत्युक्ते किं, तत्र भू इति अङ्गं भूस्थाने भव भवति, तदे तदपि अङ्गमस्ति. तदादि इत्युक्ते यथा नूतन रूपम् आयाति, तदादि इत्युक्ते तत् इत्युक्ते परिवर्तनं जायते चेत् यस्मात् विहितमस्ति तस्य परिवर्तनं जायते चेदपि तदपि तदादि अपि गृह्यते. भू भूधातोः केवलं बकारः एव अस्ति, इदानीं भव् इति जातं, भव इति जातं, तथापि तत्र अन्यत् यत् सर्वम् अस्ति, प्रत्यात् पूर्वं यत्किमपि अस्ति, तेषां सर्वेषां ग्रहणम् अस्तु. अपि अत्र अत्र धात्वादेश अपि पा स्थाने पिब आयाति चेत् पिब इति आयाति, अत्र अपि तदादि इति स्वीकरणीयं तत्र न भगिनि? अत्र तु किञ्चित् भिन्नवार्ता अस्ति. पा धातुतः लट्लकारः विहितः, इदानीं सम्पूर्णपा धातोः स्थाने पिब इति आदेशः अभवत्. तर्हि पिब इति इदानीमपि यथा पा इति धातुः आसीत्, इदानीं पिब इति अपि धातुः अस्ति, अङ्गमपि अस्ति. अस्तु, इत्युक्ते यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम, तत्र सूत्रस्य तदादि तत् यत् अस्ति धात्वादेश अपि तत्र अन्तर्भूतः अस्ति न भगिनि? धात्वादेशः अथवा यः कोऽपि आदेशः, यः कोऽपि आगमः अथवा लोपः, यत्किमपि भवतु कार्यं, तत्सर्वम् आदिः एव. अस्तु अस्तु, तदेव. यस्मात् विहितः तस्य कथञ्चित् परिवर्तनं भवतु, तदापि अङ्गमेव भवति तत्. अस्तु अस्तु, अवगतम्. अस्तु, अन्तिमपरिच्छेदः अस्ति, किञ्चिदेव अस्ति, पठित्वा समापयामः वा नो चेत् अग्रिमसप्ताहे कुर्मः वा? पठेम अस्तु अस्तु, भवानेव पठतु. अङ्गस्य सिद्ध्यर्थम् अपराणि कार्याणि इमानि कार्याणि अपि अवधेयानि. अत्र परिचयः दास्यते गच्छता कालेन सर्वं ज्ञास्यामः. शपि परे धातोः न इत्यस्य लोपः. यथा दंश योगः शप् दश इत्यङ्गम् सञ्च योगः शप् इति सज इत्यङ्गम्. अजादौ प्रत्यये परे धातोः नुमागमः. यथा जम् जब् योगः शप् जब जम्ब इत्यङ्गम्. शिति परे धातोः स्वरदीर्घः. यथा स्टीव् योगः शप् स्टीव् इत्यङ्गम्. एवं च अदन्तम् अङ्गं कथं सिद्धम् इति अस्माभिः अत्र दृष्टं. वस्तुतः अनदन्तम् अङ्गम् अपि अनया रीत्या सिद्धं भवति. सिद्धान्तसमानः अस्मि. पत्रे केवलम् अदन्तानि अङ्गानि अवलोकितानि. अत्र अङ्गस्य सिद्ध्यर्थम् अपराणि कार्यं केवलं सर्वधातुक अर्धधातुकयोः उपबन्धलघुपदस्य एतानि गुणा वृद्धि इति नास्ति. अपराणि कार्यापि अपि अङ्गकार्ये भवति इति अत्र दत्तमस्ति. यत्र कुत्र कथं नो नुमागमः भवति, कत्र न अनुस्वारस्य लोपो भवति, तत्र तदनन्तरं षष्ठी विद्युद्धातु इकारस्य दीर्घं भवति इत्यादि अङ्गकार्यमपि आगच्छति अङ्गकार्यविषये. अत्र केवलम् अदन्त अङ्गानां विषये एव अस्माभिः चर्चितं, तदेव अनन्त अङ्गानामपि अनया रीत्या सिद्धं भवति इति उक्तमस्ति. समीचीनम्. अदन्तमङ्गम् अनदन्तमङ्गम् इत्यस्य इत्यनयोः भेदः कः इति अग्रिमसप्ताहे अहं वक्ष्यामि. परन्तु अत्र किं स्मर्तव्यम् इति चेत्, यथा धात्वादेशाः भवन्ति इत्यथा उक्तम्, एवमेव वयं जानीमः गुणकार्यं कुत्रचित् भवति इत्यपि वयं जानीमः. एवमेव अन्यविध अङ्गकार्याणि अपि भवन्ति. तत्र विकरणप्रत्ययम् आश्रित्य अन्यविध अङ्गकार्याणि अपि भवन्ति. यथा तत्र कुत्रचित् नुमागमः भवितुम् अर्हति, इत्युक्ते विशिष्टस्थलेषु, सर्वत्र इति नास्ति, विशिष्टस्थलेषु कुत्रचित् नुमागमः भवितुम् अर्हति. कुत्रचित् तत्र यः मूले यः नकारः अस्ति तस्य लोपः भवितुम् अर्हति. कुत्रचित् अङ्गस्य इक्वर्णस्य दीर्घत्वं भवितुम् अर्हति, स्वरवर्णस्य दीर्घत्वं भवितुम् अर्हति. एतादृशविशिष्ट अङ्गकार्याणि अपि भवन्ति विशिष्टस्थलेषु, सर्वत्र इति नास्ति. तर्हि अत्र कथं स्मर्तव्यम् इति चेत्, सार्वधातुकप्रक्रियायां सर्वप्रथमं धातुः आनीयते. धातौ इत्संज्ञकवर्णानां लोपः भवति. तत्पश्चात् तत्र विकरणप्रत्ययस्य विधानं भवति. तत्र धातुगणम् अनुसृत्य विकरणप्रत्ययस्य विधानं भवति. तत्र विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति. तत्र अङ्गे विकरणप्रत्ययात् पूर्वं यत् अङ्गम् अस्ति तत्र अङ्गकार्याणि भवन्ति. अङ्गकार्याणि इत्युक्ते अत्र गुणकार्यं भवितुम् अर्हति, नो चेत् अन्यविध अङ्गकार्याणि अपि भवितुम् अर्हति. यथा नुमागमः, उपदादीर्घः इति एतादृशकार्याणि विशिष्टस्थलेषु. तदर्थं सूत्राणि सन्ति, तानि सूत्राणि वयम् अग्रे गत्वा पठिष्यामः. अपि च तत्र कुत्रचित् धातौ आदेशाः अपि भवन्ति, धात्वादेशाः अपि भवन्ति विशिष्टस्थलेषु इति. एतादृशकार्याणि सर्वत्र भवन्ति सार्वधातुकप्रक्रियायाम् इति स्मर्तव्यम्. अस्य सर्वस्य विवरणं, तत्र विस्तृतविवरणं तत्तद्गणे वयं पश्यामः. अत्र केवलं सामान्यपरिचयः दत्तः, परन्तु विस्तृतविवरणं कथम् एतत् सर्वं भवति, कथं भवति, साक्षात् कथं भवति, कुत्र आदेशः भवति, केन सूत्रेण आदेशः भवति, तत्सर्वम् अग्रे गत्वा वयं पठिष्यामः गणं स्वीकृत्य. अग्रिमसप्ताहे अहम् अदन्तमङ्गम् अनदन्तमङ्गम् अनयोः भेदः कथं भवति इति वयं किञ्चित् अग्रे पश्यामः. अस्तु, तर्हि अत्र स्थगयामः. प्रश्नः अस्ति वा? अस्तु, तर्हि विरमामः. धन्यवादः. धन्यवादः धन्यवादः भगिनी एकविषय एक एक